नमस्ते सरला भगिनी। नमस्ते भगिनी, कथमस्ति? नमस्ते भगिनि। नमस्कार भगिन्यो, नमस्ते भगिनि। अद्य किञ्चित् मम जलदोषमस्ति, अहं किञ्चित् तूष्णीं स्थास्यामि। किं जातं? नमस्ते भगिनि। नमस्कारः भगिनि। सम्भावने अलम् इति चेत् इति पुनः तदेव पठितं, पुनः संक्षिप्य अभवत्। अनन्तरं महोदय तत्र अस्माकं चित्रमपि पुनः परिशील्य प्रेषयतु इति प्रेषितवान्, तत्र सुद्रोगयमपि योजयतु इति, तदपि कुर्मः भगिनि। आरम्भतः पठामः वा तर्हि? अस्तु, एकः पठतु कृते। एकपङ्क्तिम् एकैकं पठामः। सरला भगिनी, भवती पठ आरम्भितुम् इच्छति वा भगिनि? सम्भावने अलम् इति चेत् सिद्धा अप्रयोग सिद्ध अप्रयोगे इति 33154 पर्याप्तं विशिष्ट सम्भावना अर्थे लिङ्ग्लकारः भवति यदि सामर्थ्यार्थक अलं शब्दस्य अप्रयोगः सिद्ध अस्ति, अर्थात् समर्थवाचिना अलं शब्देन विना एव समर्थतयाः प्रतीतिः स्यात्। सामान्यतया अलम् इति पदस्य अर्थमस्ति पर्याप्त। इदानीं सम्भावना अर्थे इति अर्थं स्वीकृतम् अस्ति, तो पर्याप्तविशिष्ट अतः इति उक्तमस्ति। पर्याप्तविशिष्टसम्भावना अर्थे लिङ्ग्लकारः भवति। इदानीं न केवलं सम्भावना अर्थे इति अलम् अस्य इति स्वीकृतमस्ति, किन्तु तस्मात् अधिकम् अपि अति सामर्थ्य अर्थक इति अपि भवेत्। तो विशिष्टसम्भावना अर्थे सामर्थ्य किञ्चित् अधिकम् इति न किञ्चित् अधिकम् अर्थं द्योतितम् अस्ति अनेन यस्मिन् वाक्ये अलं शब्दस्य अप्रयोगः, किन्तु अलं शब्द इत्यस्य उपस्थितिः न भवेत् वाक्ये इति अस्ति सिद्धा प्रयोगे इति अस्ति। समर्थवाचिना अलं शब्देन विना एव समर्थताया प्रतीतिः स्यात् तो इति उक्तमस्ति। अलं शब्द प्रयोगविना यदि समर्थ सम्भावना अलं विशिष्टसम्भावना अर्थ सामर्थ्य ज्योतितं भवति क्रियासु तत् भवति सम्भावना अर्थे अलम् इति चेत् अलम् अप्रयोग तत्र लिङ्ग्लकारस्य प्रयोगः भवति इति अस्ति इति सूत्रस्य अर्थः। अग्रे पठामि वा? आम् भगिनि, कृपया। अलं शब्दस्य प्रयोगेण विना यदि कस्यचित् मनुष्यस्य क्रियासम्बन्धसामर्थ्यव्यक्तीक्रियते तर्हि लिङ्ग्लकारस्य एव व्यवहारः भवति सर्वलकाराणाम् अपवादः इति अधिकं स्पष्टं कृतम् अस्ति। इदानीम् अलं शब्दप्रयोगविना अलं शब्दस्य उपस्थितिः न भवेत् वाक्ये, अपि यदि कश्चन मनुष्यः अस्ति तस्य यदि सम्भावना सामर्थ्यमिति व्यक्तीकरणं विवक्षा अस्ति तत्र व्यवहारे अलं शब्दविना या क्रिया सामर्थ्यम् उच्यते तत् क्रिया भवति लिङ्ग्लकारे इत्युक्ते लिङ्ग्लकारस्य प्रयोगः भवति सो लिङ्ग्लकारस्य प्रयोग एव कश्चन क्रिया क्रियायाः क्रियया लिङ्ग्लकारस्य प्रयोगे यदि कश्चन क्रियया सूचकं भवति सम्भावना समर्थ अर्थे इति अस्ति अपि वक्तुं शक्नुमः इति सर्वलकाराणाम् अपवादः भवति यदि सम्भावना अर्थे समर्थ प्रकाशितं भवति तत्र अलं पदं न प्रयुक्तम् अस्ति तत्र लिङ्ग्लकारस्य प्रयोगः अस्ति तो इति सर्वलकाराणाम् अपि प्रयोगः न भवति तत्र अलं शब्दस्य प्रयोगः अस्ति चेत् अन्यस्य कस्यचित् लकारस्य यथा लिट् लकारस्य व्यवहारः भवेत् सो इदानीं विपरीतं लिखितमस्ति यत्र अलं प्रयोगस्य उपयोगः भवति वाक्ये अलं प्रयोगः उक्तम् अस्ति तत्र लिङ्ग्लकारस्य प्रयोगः न भवेत् किन्तु लिट् लकार वा अन्य उचितलकार भविष्यत्काले लिट् लकार वा भूतकाले लङ्लकारस्य इति लकारस्य व्यवहारः करणीयम् इति अस्ति अलम् इति अर्थस्य प्रतीतिः अलं शब्देन विना एव जायमान यस्मिन् स सिद्धाप्रयोगः पुनः सिद्धाप्रयोगः इत्यस्य अर्थं दत्तमस्ति सिद्धाप्रयोगः इति भवति विशेषणं कस्य विशेषणम् अस्ति इति अलं शब्दस्य सम्भावना अर्थे इति पदस्य विशेषणं भवति सिद्धाप्रयोगः सो अलं शब्देन विना यत्र सम्भावना इति अर्थं जायमाना अस्ति तत्र सिद्धाप्रयोगः इति भवति इत्युक्ते सम्भावना अर्थम् इति सिद्ध भवति अनेन यत् क्रियायां तत् अलं शब्द विना प्रयोगे तत्र सिद्धाप्रयोगः इति वक्तुं शक्नुमः काशिकायां लिङ् इति एव तु काशिकायां दत्तमस्ति लिङ् इति एव किं सम्भावनां सम्भावनं क्रियासु योग्यताध्यवासनं शक्तिश्रद्धानं तु क्रियासु योग्यता अध्यवास वसानं योग्यता अध्यवसानम् इत्युक्ते क्रियायां योग्यता इति अर्थं भवति सम्भावना अध्यवासनं तस्य प्रकटीकरणं सो सम्भावनाः प्रकटीकरणं यत्र क्रियायां क्रियया भवेत् सम्भावना चेत् अलं शब्दविना शक्तिश्रद्धानाम् अपि समान एव अर्थं सूचयति शक्ति इति मीन्स् सामर्थ्यम् अस्ति श्रद्धानाम् इति सामर्थ्य तस्मिन् पुरुषे भवति इति अस्ति श्रद्धानाम् इति भवति तदानीम् अलम् अर्थः विशेष्यते तु कदा अलम् अर्थस्य विशेष्यते इत्युक्ते महोदय बहुकालम् इति विशेषणं कस्य अस्ति कः विशेषं भवति इति पृष्टवान् तदानीम् अलम् अर्थेन विशेष्यते तु किम् अलम् अर्थेन विशेष्यते यत्र सम्भावना सामर्थ्य अर्थम् इति ज्योतिषं भवति तत् विशेष्यते तो इति अस्ति यथा सूत्रे अस्ति अलम् इति चेत् अलम् इत्यस्य अलम् इत्य विशेषणं भवति सम्भावनार्थं सम्भावने इति विशेषम् अलम् इति विशेषणम् इति वा अलम् इति विशेषणं न न क्षमितम् अत्र सम्भावना इति विशेषणं भवति न पर्याप्तविशिष्ट अस्तु, यथा वयं वदामः दण्डी पुरुषविशिष्ट अस्ति, सो तत्र दण्डं विशेषणं भवति, पुरुषविशेष्यं भवति, सो इति विशेष्यते मीन्स् विशेषणं दीयते इति. तत् इति किम् अस्ति? तत् इति सर्वनामपदं, सो सर्वनामपदम् अत्र पूर्ववाक्ये अलम् इति शब्दः अस्ति न, सो अलं शब्द तत् इति सूचयति अत्र. तत् इदानीम् अलम् अर्थेन विशेष्यते, सो अलम् अर्थ इस् विशेषणम् इदानीं. तदनन्तरं पुनः तत् चेत् सम्भावनां पर्याप्त इति अर्थं भवति, सो तत् चेत् सो इदानीम् अलम् अर्थविशेषणेन सम्भावनां पर्याप्त इति अर्थं भवति इति मम अवगमनम् आसीत्. साधु अस्ति वा न जानामि भगिनि, अहं भगिनि चिन्तयन्ती अस्मि. विशेषणं विशेषमिति तत् महोदय यद्यपि लिखितवान् मया, तावत् तत्र मम मनसि इति भगिनि, यदि भवती अन्तिम 28 मिनिट्स् इति ध्वनिमुद्रं शृणोति तत्र महोदय हेमा भगिन्यां भवतः प्रश्नानि पृष्टवान्, तत् अस्ति किं, तत् चेत् व्याकरणरीत्या वदतु इति सम्भाषणम् अस्ति तत्र भगिनि. वयम् इदानीमपि श्रोतुं शक्नुमः किं वा भवती किं चिन्तयति? तत् अस्ति अलं इति भवति पूर्ववाक्ये सर्वनामशब्दः यत्र अस्ति पूर्ववाक्यं पूर्ववाक्ये यत् अस्ति तस्य सम्बोधनं भवति सर्वनामपदेन इति न अत्र सर्वनामपदं किम् अस्ति? तत् इदानीं तत् इति सर्वनामपदम् अस्ति न, तत् किं सूचयति? अलं शब्दे अलं शब्द इति, तत् इदानीम् अलम् अर्थेन विशेष्यते, पुनः तत् चेत् सम्भावनं पर्याप्तम् इति अविचितम् इति सत्यम् इति, बिकास् वितथ अस्य अर्थः अस्ति असत्य, सो अवितथं भवति सत्यं, सो तत् चेत् सम्भावनं पर्याप्तम् अवितथम् अत्र दत्तमस्ति महोदयेन लिखितमस्ति वितथं, यदि भवती अग्रे पठति तो इति इदानीं भवति अग्रे पठति वा भगिनि? पर्याप्तं खलु, समाप्तं वा भगिनि? न खलु, पङ्क्तेः समाप्तं कृतवती वा? न, पूर्वं समाप्तं न कृतवती, पूर्वं अहं करोमि वा? अस्तु, सो इति मम इति अत्र शङ्का अस्ति, अहं साधु सम्यक् उक्तवती वा न जानामि इति मम चिन्तनम् आसीत्. तत् इति महोदय विशेषते इत्युक्ते विशेषणं करोति इति भवति, विशेषते इत्यस्य अर्थं किं भगिनि? विशेष्यते इति विशेषणं भवति इति खलु, विशेष्यते तु अलम् इति विशेषणं भवति न? तदेव महोदय उक्तम्, अलम् इति सम्भावनार्थे विशेषणं, सम्भावनार्थे अवितम् इति सत्यम् अस्ति, ऐ मीन् अलम् इति सम्भावने इत्यस्य विशेषणम् अलं, पुनः सिद्धप्रयोगे इति अलम् इत्यस्य विशेषणं, तथा अस्ति वा? तदेव महोदय, अलम् इति विशेषते, तत् अलं शब्देन तदानीम् अलम् अर्थेन विशेषते, सो अलम् इति अर्थस्य यदा प्रतीतिः यथा पूर्वं वाक्यम् अस्ति काशिकायां यत् अस्ति तत् अलम् इति शब्देन सम्भावना क्रियासु योग्यता अध्यवासनं शक्तिश्रद्धानं सो तत् अलम् इति विशेषते तत्र. सो तत्र अलम् इति शब्देन वेर् देर् इस् अ सम्भावना इस् बीङ्ग् क्वालिफैड् बै अलम् इति चेत् सिद्धप्रयोगे यत्र अलम् इति सिद्ध्यते किन्तु अप्रयोगः अस्ति अलम् इति अप्रयोगः अस्ति आम् तत् अवितथम् तत् इति सत्यम् अस्ति पर्याप्त सत्यं भवति तत्र सिद्धप्रयोग इति अलं विशेषणं सिद्धप्रयोग वै जानीमः इति सूत्रे यत् अस्ति सिद्धप्रयोग इति अलं विशेषणं सो अलम् इत्यपदस्य सिद्धप्रयोग इति विशेषणमस्ति सिद्ध चेत् अलं अलम् अप्रयोग यत्र सिद्धं भवति केन क्रियया तत् सिद्धम् इति तत्र सिद्धं भवति अर्थं तत्र अलम् अप्रयोग अस्ति अलम् अत्यस्य उपस्थितिः न भवेत् इति अस्ति क्व सर्वलकाराणाम् अपवादः कुत्र सर्वलकाराणाम् अपवादः भवति यत्र क्रिया अपि क्रियातिपत्तौ भूते भविष्यति च नित्यं लिङ् भवति तो इति यद् लिङ् लिङ् लकारस्य प्रयोगः भवति यत्र सम्भावनार्थे सामर्थ्यं द्योतति किन्तु अलम् इत्यस्य प्रयोगः नास्ति तत्र सिद्धम् अस्ति इति तत् सर्वलकाराणाम् अपवादः अस्ति केवलं लिङ् लकारस्य प्रयोगः अस्ति क्रियातोपत्तौ भूते भविष्यति च नित्यं लिङ् भवति तो यत्र लिङ्गकारस्य वयं जानीमः लिङ् निमित्ते क्रियातिपत्ति सति भूते भविष्यत्काले नित्यं लिङ् भवति कारणके उत्थाप्यौ समर्थयो ज्ञात् तस्य 3-3-152 आरभ्य भूतकाले उत्थाप्यो इत्यस्य अधिकारः नास्ति सो तत्रापि नित्यम् अस्ति लिङ्गकारः अध्यवसानं नाम निर्धारितं स्थापितम् इति अस्ति यथा यत् वयं काशिकायां पठितवन्तः क्रियासु योग्यता अध्यवसानं तु निर्धारितम् इति अध्यवसानस्य अर्थः अस्ति अवितथं नाम सत्य वितथम् इत्युक्ते असत्यम् उपाधिकं नाम अत्यन्तप्रकामम् अधिकं तु उपाधिकम् अत्र ओ अहम् एकं वाक्यं न पठितवती यत्र गम्यते च अर्थौ न च असौ प्रयुज्यते शक्तिश्रद्धानां च असौ सिद्ध यत्र गम्यते च अर्थौ न च असौ प्रयुज्यते तो अत्र च असौ सिद्ध मीन्स् अप्रयोग यत्र अलम् अस्ति अर्थः न गम्यते न अस्तित्वस्य प्रयोगम् अस्ति तत्र न प्रयुक्तम् अस्ति इति अस्ति तत् इति ईदृशसम्भावना सम्भावनो उपाधिके अर्थे वर्तमानात् धातो लिङ् प्रत्ययः भवति तु ईदृशसम्भावना कीदृशसम्भावना ईदृशसम्भावना यत्र उपाधिके अर्थे अधौ दत्तमस्ति अत्यन्तम् अधिकम् अर्थं सामर्थ्यं वा सम्भावनार्थं ज्योतितम् अस्ति वर्तमानात् तत्र धातोः लिङ् प्रत्ययः भवति इति सर्वलकाराणाम् अपवादः भवति तत् क्रियातिपत्तौ भूते भविष्यति च नित्य लिङ् भवति तत् उक्तवती अध्यवसानं नाम निर्धारितम् अवितथं नाम सत्यं वितथम् इत्युक्ते असत्यम् उपाधिकं नाम अत्यन्तप्रकामम् अधिकं सिद्धान्तकौमुद्याम् अलम् अर्थ अत्र प्रौढी सम्भावनम् इति अलम् इति च प्रथमया सप्तम्या च विपणम्यते अत्र अपि महोदय बहु इति किञ्चित् पृष्टवान् लक्ष्मीभग्न्या सम्भावना अलम् इति यत् अर्थः अस्ति प्रथम या सप्तम्या च विपरिणम्यते. इति अर्थं किम् अस्ति, सूत्रे सप्तमी विभक्ति प्रयुक्तम् अस्ति, सम्भावने अलमिति चेत् सत्सिद्धा प्रयोगे. किन्तु यस्य प्रयोग प्रथमाविभक्त्याम् अपि विपरीतत्वने प्रथमाविभक्त्याम् अपि कर्तुं शक्नुमः तत् भवति विभक्तिपरिवर्तनम् इति वयं पूर्वमिति वयम् अधीतवन्तः. यत्र विभक्तिपरिणामं भवति, तु विभक्तिपरिणामम् इत्यस्य अर्थम् अस्ति यत् सूत्रे निर्दिष्टम् अस्ति तस्य विभक्तिपरिवर्तनं कृत्वा अवगमनं यत्र भवेत् तत्र अस्ति विभक्तिपरिणामम् इति वक्तव्यम् इति अस्ति. तो अस्माकम् अनुवृत्तिवाक्यं सप्तमी अपि प्रथमाविभक्त्यां दत्तमस्ति अग्रभागे. तो इति अस्ति विभक्तिपरिणामस्य अर्थः. सम्भावने अर्थे लिङ्क् स्यात् चेत् सम्भावनम् अलम् इति अलमी सिद्धा प्रयोगे सति. तो सम्भावना अर्थे पुनः इदानीं महोदय उक्तवान् विपरीतत्वने यत्र लिखितम् अस्ति, पूर्वं लिखितमस्ति लिङ्क् कथा भवेत्, लिङ्क् लकारः कुत्र भवेत्, यत्र अलम् इति सम्भावना अर्थे अस्ति तत्र अलं शब्दस्य प्रयोगे नास्ति. इदानीं उत्तरभाग स्वीकृतं दत्तम् अस्ति, सम्भावना अर्थे लिङ् स्यात् चेत् सम्भावना अलम् इति अलमी सिद्धा अप्रयोगे सति. तो इदानीं रिवर्स् आर्डर् हि सेड् वी हेव् रिटन् सम्भावना अर्थे लिङ् प्रयोगः भवेत् इति, सम्भावना अलम् इति न प्रयोगः अस्ति, अलमी सिद्धा अप्रयोगे सति. तु सिद्ध यत्र अर्थं सिद्धं भवति सम्भावना अर्थे अलं प्रयोग विना तत्र अति सम्भावना सिद्धा अप्रयोगे इत्यस्य अर्थम् आगच्छति. प्रौढी नाम अत्र सिद्धता सामर्थ्यं पर्याप्तिः. तो अत्र प्रौढी अस्य यत् सिद्धान्तकौमुद्यमस्ति अलम् अर्थ अत्र प्रौढी तस्य अपि अर्थ सिद्धता सामर्थ्यं वा पर्याप्तिः इति दत्तमस्ति. न प्रयोगे अप्रयोग नञ् तत्पुरुष समासः अस्ति. सो अत्र नञ् तत्पुरुष अप्रयोग अस्ति. तो अत्र अप्रयोग अस्ति पर्युदास कारणकी इति न केवलम् अलम् इत्यस्य प्रयोगः न भवेत् किन्तु अन्य अर्थ अलं भिन्न अलं सदृश अर्थं द्योततमस्ति अत्र पर्युदासप्रयोगः अस्ति अत्र. साधु भगिनि. आं भगिनि, किन्तु मम किन्तु तत्र प्रौढभाषा प्रयुक्ता खलु, तत्र मम किमस्ति सरलभाषया यत् पूर्वम् अगच्छामि तस्यैव भ्रमः जायते यदा प्रौढभाषां पठामि. प्रौढी इति सिद्धान्तकौमुद्यां केवलं प्रौढी अति अध्यवसानम् अवथितम् इति अवध्यवसानम् इति कार्यकारः लिखति. तदेव पठित्वा मम चिन्तितं सर्वे भगिनी कशि काशिका इति प्रौढभाषा अस्ति काशिका अस्ति. सामान्यतः वयं तावत् मम भ्रमः न भवति किन्तु अस्मिन् सूत्रे तत्र बहु प्रौढभाषा तदानीम् इति महोदय पङ्क्तिश पुनः कृतवान् तृतीयवारं. प्रथमं वारं विद्याभगिनी कृतवती, द्वितीयवारं सञ्चाभगिनी कृतवती. इत्यनेनैव तत्र अर्थः अवगम्यते सम्भावना पर्याप्तिग्रहणम् इति तत् तत् पर्याप्तम् आसीत्. एतादृशप्रौढभाषा तत्र भ्रमः इति भाषायाः सौन्दर्यम् अस्ति अस्मिन् भिन्नरीत्या कथं लिखितं भवति अपि सर्वेषाम् अवगमनम् अपि महोदय प्रत्येकं पृच्छति भगिनी. अतः बहुवारम् इति दातम् इति त्रीणि वर्गाणि वयम् एकस्मिन् श्लोक सूत्रे केवलं दत्तं तदापि पूर्णतया अवगमनं नास्ति. प्रौढी नाम अत्र सिद्धता सामर्थ्यं प्राप्ति इति यत् वयं पूर्वं पठितवन्तः न प्रयोग अप्रयोगे नै तत्पुरुषः सिद्धा अप्रयोगे यस्य स सिद्धा प्रयोग तस्मिन् सिद्धा प्रयोगे बहुव्रीहि. इदानीं विशेष व्याकरणरीत्या यत् सूत्रे दत्तमस्ति सिद्धा प्रयोगे इति बहुव्रीहिसमासः अस्ति. यत् यत्र सिद्धं सिद्धप्रयोग यस्मिन् अस्ति तत् इति भवति. सम्भावने इति सप्तम्यन्तम् अलम् अव्ययम् इति अव्ययं चेत् अव्ययं सिद्धाप्रयोगे सप्तम्यमन्तम् अनेकपदमिदं सूत्रम्. उत्थाप्यो समर्थयो लिङ् इत्यस्मात् लिङ् इत्यस्य निवृत्ति लिङ् निमित्ते लिङ् क्रियातिपतौ इति सम्पूर्णसूत्रम् अनुवर्तते. भूते च इत्यस्य अधिकार धातोः प्रत्ययः परश्च तेषाम् अधिकार अनुवृत्तिसहितसूत्रम्. अलं यत्र अव्ययम् अस्ति तु अत्र इत्यस्य किमस्ति दत्तं नास्ति विभक्ति. सिद्धाप्रयोगे इति चेत् सम्भावने धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च लिङ् क्रियातिपतौ. तु सिद्धाप्रयोगे यत्र सिद्धम् अस्ति किन्तु अप्रयोगे अलम् अप्रयोगे इति सिद्धम् अस्ति सम्भावना अर्थे चेत् धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च लिङ् प्रातिपत्तौ इति अस्ति. अथवा सिद्धाप्रयोगम् अलं सिद्ध अलं सम्भावनम् इति चेत् इति प्रथमाविभक्तिः अत्र लिखितमस्ति चेत् धातोः लिङ् प्रत्ययः परश्च. तो यदि यदि अलं सम्भावना सम्भावनाम् अर्थे सिद्ध सिद्धं भवेत् किन्तु प्रयोगं नास्ति अप्रयोगमस्ति तस्य धातोः लिङ्क् तस्य भवति इति. तो इदानीम् अरुणा भगिनी वदेत वा भगिनि संक्षिप्तं संक्षिप्तम् अर्थम् अस्ति अलं सिद्धप्रयोगे इति चेत् सम्भावने धातोः लिङ्लकार विधीयते लिङ् निम्पित्ते क्रियातिपत्तौ इति चेत् भूते च लृङ्पि भवति. तदेव भगिनि आं भगिनि तत्र यत्र अलम् इति शब्दस्य अर्थः गम्यते किन्तु तत्र शब्दस्य प्रयोगः न क्रियते अर्थः गम्यते इत्युक्ते अर्थः सिद्ध्यते किन्तु प्रयोगः न क्रियते. तदा तु तत्र सम्भावने लिङ्लकारः भवति. तदनन्तरं यत्र क्रियाधिपतिः अस्ति चेत् तदा तु तत्र तु लृङ्लकारः भवति. यत्र यत्र अलम् किन्तु अलम् इति शब्दस्य यत्र प्रयोगः क्रियते तदा तु वयं तत्र लकारम् अनुसृत्य प्रयोगं भवति. भूतकाले चेत् लङ्लकारः भविष्यत्काले चेत् लृङ्लकारः इति प्रयोगः भवति. प्रथमम् उदाहरणम् पठितवन्तः ओ महोदय अन्य सूत्रमपि लिखितवान् इदानीं पठतु भगिनि अरुणा भगिनी पठेयन् आं भगिनि. काशिकायां निदर्शनं अपि पर्वतं शिरसा बिन्ध्यात् प्रायशः अर्थमस्ति प्रायशः शिरसा पर्वतस्य भञ्जनं कुर्यात् पर्वतं भग्नम् एतादृशं कुर्यात् अद् विदलिङ्ग् अस्ति तत्र अत्र एकपुरुषः शिरसा पर्वतं तिन्त भञ्जनं कुर्यात् इति अर्थम्. अत्रापि पदं सूचयति अलम् इति अर्थः. अन्य उदाहरणमस्ति अपि द्रोणपाकं भुञ्जीत. विग्रह अर्थमस्ति भगवान् प्रयासः एकस्य द्रोणस्य 10 किलोग्राम् भोजनं खादेत्. द्वयोः वाक्ययोः एकस्य मनुष्यस्य महतः सामर्थ्यस्य सङ्केतः दीयते कठिनकार्यस्य सम्भावनाय. अत्र अन्य उदाहरणमस्ति अपि द्रोणपाकं भुञ्जीत. अत्र भवान् प्रयासः एकस्य द्रोणस्य भोजनं खादेत्. अत्र अलम् इस् न पदं न प्रयुक्तः, परन्तु अपि इति शब्देन सामर्थ्यमस्ति, सामर्थ्यं सूचयति. काशिकायाम् अग्रे दलसात्त्वकेन उच्यते अलमिति किम्? विदेशस्थायि देवदत्तः प्रयाण आगमिष्यति ग्रामम्. प्रायेण आगमिष्यति ग्रामं. देवदत्तः यः विदेशे निवसति प्रायशः स्वदेशं प्रत्यगमिष्यति. अत्र किं भगिनि? किमपि नास्ति. अत्र अपेक्षा अभिव्यक्ता अस्ति. अलम् इत्युक्तेन तत्तकेन प्रायेण शब्देन इति एक वार्तम्. अन्य च वार्तम् अस्ति यत् अस्मिन् प्रसङ्गे सामर्थ्यम् अथवा शक्तिः इति विषयः एव नास्ति, अतः विधिलिङ्गलकारः न विधीयते अपि तु लुट् लकारः एव. प्रयत्नं करोमि भगिनि. काशिकायाम् अन्य उदाहरणं दत्तम्. अलमिति किं? विदेशस्थायि देवदत्तः प्रायेण आगमिष्यति ग्रामम्. पुरुषः विदेशं गतवान्, आगत्य प्रायेण ग्रामम् आगमिष्यति. अत्र शक्ति अत्र अलम् इति अर्थमस्ति. अर्थं प्रायेण शब्देन सूचयति. अन्यच्च वार्ता अस्ति अत्र अस्मिन् प्रसङ्गे सामर्थ्यम् अथवा शक्तिः इति विषयः एव नास्ति. अतः अलम् इति पर्याप्ति अर्थः नास्ति इति खलु. अत्र यद्यपि इत्युक्ते सम्भावना अस्ति, किन्तु पर्याप्ति अर्थः नास्ति. सामर्थ्यं वा शक्तिः वा न इति न उक्तमस्ति इति कृत्वा अन्यलकारेषु भवति, न तु किञ्चित् किञ्चित् आश्चर्यं भवति इति वा इति किञ्चित् अत्र सामान्यतया तत्र मम प्रश्नः को विदेशी ग्रामं गच्छति इति इट् इस् युक्ते वेर् हि नो हि वोण्ट् बि एबल् टु डू इट् इति किञ्चित् सामर्थ्यम् इति दत्तम् अस्ति. न न मम प्रश्नः अस्ति भगिनि अत्र, सो एनी टैम् वेन् ऐ हाव् सम्भावनार्थे विधिलिङ्ग् इति पठितवन्तः खलु, तत्र सम्भावनार्थे अस्ति, यद्यपि सो ऐ केन् अण्डर्स्टाण्ड् दट् वेर् देर् इस् अ कान्सेप्ट् आफ् यु नो अलं पर्याप्तिग्रहणं भवति, पर्याप्ति अग्र अर्थे वाक्यमस्ति चेत् अलम् इति शब्दस्य प्रयोगः नास्ति चेत् विधिलिङ्ग् इति तद् अवगच्छामि, किन्तु वेर् सामान्यसम्भावनार्थे वाक्यमस्ति खलु, विदेशस्थायि देवदत्तः ग्रामम् आगच्छेत् इति अस्ति, अत्र किमर्थं विधिलिङ्ग् मास्तु इति किमर्थं लिखितमस्ति? तत्र अन्तिमवाक्यमस्ति अलं सम्भावनं, तादृशसम्भावना यस्मिन् सामर्थ्यम् अन्तर्भूतं भवेत् इति सामान्यविधिलिङ्गकारस्य वाक्यमस्ति खलु. आमां तत्र अलम् इति सर्वं त्यजतु, तत्सर्वं विशिष्टकार्यमस्ति, सामान्य तत्र विधिलिङ्ग् इति कृत्वा अत्र न प्रयोक्तुं शक्यते वा? न इति भाति न प्रयोक्तुं शक्नुमः. अत्र तु एवं प्रयोक्तुं शक्यते, विद्यर्थे प्रयोक्तुं शक्यते, किन्तु सम्भावनार्थे नास्ति. किमर्थमिति सम्भावनार्थे तु किम् अस्ति अत्र सामर्थ्यमपि अधिकं पूर्वं पठितवन्तः यत्र व्याख्या अस्ति सूत्रस्य, अधिकं भवेत् उपाधिकं नाम अत्यन्तं प्रकामम् अधिकं तु अधिकमपि सम्भावना हेतुमतोर्लिङ्ग् इति क्रिया क्रियाक्रियात्वकारणं भवेत् क्रियाकारणं सम्भावना तत्र हेतु हेतुमान् वाक्यमस्ति सम्भावने तदा तादृशते तत्र किमस्ति अहं वक्तुमिच्छामि सः तु विदेशात् आगच्छेत् इति इच्छामि, तत्र अत्र न वक्तुं शक्नोमि. किमर्थम् इत्युक्ते यत्र मया तत्र किमस्ति तत्र विधिः नास्ति, तत्र विधिः नास्ति, हि शुड् कम् इति अर्थः नास्ति, बि कमिङ्ग् इति अस्ति, किन्तु हेतु हेतुमान् वाक्यं नास्ति खलु, इति ऐ केनाट् यूस् इट् देर् इति खलु भाति इति तत्र लिट् लकारः भवेत् लिट्लकारः तत्र हेतु हेतुमतो लिङ्ग् तत्र विकल्पेन वा अस्ति इति न तस्मिन् सूत्रे तु विकल्पेन लिट् लकारस्य प्रयोगः अस्ति तत्र हेतु हेतुमतो लिङ्ग् इति वा हेतुमतु लिङ्ग् वा विकल्पेन लिट् लकारस्य प्रयोगः अस्ति तस्मिन् तथा तथैव अत्रापि लिट् लकारस्य प्रयोगः दत्तमस्ति. महोदय इति प्रतिपादितवान् नाम केवलं सम्भावनां सम्भावना पर्याप्तं नास्ति, तादृशी सम्भावना अपेक्षिता अस्ति यस्मिन् सामर्थ्यमपि अन्तर्भूतम् इत्युक्ते सम्भावना अस्ति यतोहि तस्मिन् मनुष्ये तादृशं प्राप्य पर्याप्तपरिमाणेन सामर्थ्यं वर्तते. कीदृशसम्भावनाम् अलं सम्भावनं तादृशसम्भावनं यस्मिन् सामर्थ्यम् अन्तर्भूतम् साहित्ये किञ्चित् भवेत् इति महोदय साहित्यं यदि भवान् पठन्ति तत्र इति एतादृशप्रयोग भवन्तः तर्हि हेतु हेतुमतो लिङ्ग् इत्यपि तत्रापि विकल्पेन एव भवति खलु. आम् अस्तु अस्तु तत्रापि तर्हि भूतकाले एव विकल्पेन भवति भगिनि, भविष्यत्काले नित्यं भवति लिङ्ग्निमित्ते क्रियातिपति लिङ्ग् भविष्यत्काले नित्यं सिल्विङ्ग् लकारस्य एकैः प्रयोगः भूते अपि अस्ति सम्भावना वयं चित्रं योजयामः भगिनि पूरयति वा भगिनि आं भगिनि अपि च काशिकायां सिद्ध अप्रयोग इति शब्दस्य प्रसङ्गे सिद्धप्रयोग अप्रयोगः इति किम् अलं देवदत्तो हस्तिनम् अनिष्यति अत्र देवदत्ते शक्तिः अस्ति हस्तिनस्य मारणं करिष्यति अत्र यद् यद्यपि सामर्थ्यस्य च शक्ते च विषयः अस्ति किन्तु यतोहि अलं शब्दः व्यवहारे अस्ति अतः अत्रापि सम्भावने अलमिति चेत् सिद्धप्रयोगेन लिङ् निमित्तं नास्ति कुत्र ओ अलं देवदत्तः अत्र अलमिति पदम् अस्ति अतः अप्रयोगः नास्ति अतः विदुलिङ्ग् न भवति विदुलिङ्ग् न भवति कारणात् क्रियातिपत्तौ रुङ् अपि न भवति समाप्तं वा तदेव वर्गेण कृतवन्तः तर्हि चित्रं योजयामः अहं चित्रं पश्यामः अत्र अधुना अस्माभिः एतत् अपि योजनीयं खलु तत्र कामप्रदेवने अगच्छति तत्र किम् आसीत् स्वाभिप्रायस्य प्रकाशने इत्युक्ते कामप्रदेवने इत्युक्ते स्वाभिप्रायस्य स्व इच्छायाः प्रकटने गम्यमाने धातोः लिङ्गकारः भवति गच्छति इति उपपदं नास्ति चेत् इति पठितं खलु तर्हि अत्र योजयामि तर्हि एतादृशमेव भवति अहं किमपि न वदामि भगिनि अहं तु चित्रं परिशीलयन्ती अस्मि तत्र तु भाडम् इत्यस्मिन् अर्थे तत्र किं लिखति कस्मिन् अर्थे भवति कामप्रदेवने इति खलु कामप्रदेवने इति अस्ति खलु तत्र दृश्यते खलु पटलं तत्र किम् अस्ति गच्छति इति उपपदमस्ति खलु गच्छति इति उपपदं नास्ति चेत् अत्र नास्ति चेत् अस्ति चेत् किं भवति गच्छति इति उपपदमस्ति चेत् क्षम्यतां तत्र किं भवति तत्र तु कालम् अनुभवति खलु तर्हि विपरीतत्वेन भवति अत्र कच्चित् रिपपदम् अस्ति चेत् किं भवति? अत्र कालम् अनुभवति खलु. कश्चित् इति उपपदं नास्ति चेत् तदा तु एवं जायते. तदा तु लिङ्लकारः भवति. सूत्रमस्ति भगिनी साधु वा अत्र भगिनी उच्यतां साधु वा? अस्मि भगिनि. समीचीनम् आगच्छ. एतत् कामप्रवेदने इति अर्थ इत्यस्मिन् कच्चित् इति उपपदम् अस्ति चेत् कालम् अनुभवति, नास्ति चेत् तत्र लिङ्लकारः भवति. तत्र अनन्तरं यत्र ऊतापयोः इत्यन्त तत्र शमितं यत्र क्रियातिपत्त उल्रुन् भवति तद् वा. कश्चित् इति महोदय अर्थं लिखितवान् मङ्गलकामना. कामप्रवेदने इत्यस्य अर्थम् अपि लिखतु भगिनि. यत्र यत्र भवती कामप्रवेदने लिखितवती स्वाभिप्रायप्रकाशने इति वा? आम्. लिङ्लकारः एव भवति. कश्चित् शब्दस्य शब्दस्य अर्थः अस्ति. तृतीय वाक्यं पश्यतु. मङ्गलकामनाय प्रश्नवाचकर्थ च आशाया मङ्गलकामनायां द्वयमर्थं द्वयं प्रश्नवाचक वा आशा मङ्गलकामना एवम् अस्ति चेदेव भवति, अन्यथा न भवति खलु. तत् कश्चित् तत्र कश्चित् मङ्गलकामना वा आशा. अत्र नास्ति न लिखतु भगिनि. अकश्चित् अकश्चित् इति लिखतु बहु कारणकि सूत्रे अकच्छत् इति दत्तमस्ति. अकच्छति तथा लिखनि वा? आम् अस्ति एवं तर्हि एवम् एव भवति खलु. कच्चित् इति लिङ्ग्लकाल एतत् अन्यत्तु कामपद अकच्छत् इत्यस्य अकच्छत् इति अर्थमपि अत्र योजयामि. कच्चित् इत्यस्य अर्थः अधोभागे गच्छति मङ्गलकाम्बाश्नवाच. आम् तर्हि अत्रापि तदनन्तरम् अत्रापि यदा भगिनी अत्र उक्तवती यत्र लिङ्ग्लकारः अस्ति हेतुहेतुमतोः लिङ्ग् इति तत्र विकल्पेन एव लिट् इति नास्ति खलु यत्किमपि लकारं भवितुमर्हति खलु लिट् अस्ति लिट् लकार हेतुहेतुमतो चेति न भगिनि लकारमनुसृत्य भवति खलु कारणं कुत्र लिखितमस्ति अहं मरामि कारण किं महोदय मां पृष्टवान् इति विकल्पेन लिट् लकार अपि भवति तृतीय पङ्क्ति पश्यतु पक्षे लिट् अपि भवति विकल्पेन लिट् लकार अपि भवति सर्वलकारम् अपवादयति काशिकायां पक्षे लिट् अपि भवति विकल्पेन लिट् लकार अपि भवति तत्र लिङ्ग् लृच्छ इति परश इति तत्र वक्तव्यम् आसीत् खलु अनुवृत्तिसहितसूत्रं तत्र इति विभाषा केवलं महोदय लिखितवान् तद् भवेत् खलु हेतुमतोः धातोः लिङ्ग् लिट् विभाषा प्रत्ययः परश्च इति लिखितं खलु तत्र विभाषा तु लिखितवान् किन्तु लिट् अपि लिट् अपि लेखनीयं खलु तत्र न चिन्तयामि अग्रे अष्टाध्यायी इति पश्यामः प्रथमं सिद्धान्त लिट् अस्ति भगिनि तत् अधुना स्मरामि अहम् अस्तु तथैव अत्रापि पुनः Thank you. सम्भावनार्थे खलु तर्हि सम्भावनार्थे अलम् इति प्रयोगे अलम् इति अप्रयोगे अप्रयोगे सिद्धा अप्रयोगे सम्भावना सामर्थ्यम् इति द्वयं भवेत् सम्भावने वित् सामर्थ्यं सिद्ध अप्रयोगे इति सामर्थ्यम् इति भवति खलु सम्भाव सामर्थ्यमपि अस्ति पर्याप्तिविशिष्टसम्भावनार्थे इति एव अस्ति खलु किन्तु पश्यतु तत्र कुत्र भगिनि प्रथमं वाक्यं सम्भावनार्थे पर्याप्तविशिष्टसम्भावनार्थे तर्हि तथैव लिखामि वा लिङ्गकारो भवति यदि सामर्थ्यकं सामर्थ्यक अलं शब्दस्य तत्तु सिद्धप्रयोगे इति अस्ति खलु द्वयं लिखतु सम्भावना सामर्थ्यं न सम्भावना इति सामर्थ्यम् इति समर्थता प्रतीयते इति समर्थता इति यदि महोदय दलशासकम् अलम् इत्यस्य दत्तम् अत्र किं लिखति नाम केवलं सम्भावना पर्याप्तं नास्ति तादृशी सम्भावना अपेक्षिता अस्ति यस्मिन् सामर्थ्यमपि अन्तर्भूतं सामर्थ्यमिति सिद्ध इति पदेन सङ्गच्छति भगिनि सिद्धप्रयोग इति सिद्ध इति सिद्ध्यते इति तादृशं तत्र अस्ति तत्र समर्थता विद्यते सिद्ध्यते इत्युक्ते समर्थ्यते इति किन्तु सम्भावने इत्यत्र तु केवलं पर्याप्तिविशिष्टसम्भावनार्थे इत्येव अस्ति द्वयमपि भवेत् न सम्भावना अपि सामर्थ्यं तदा सिद्धं भवति न तदा लिङ्गकारस्य प्रयोगः भवति न यत्र पर्याप्तिविशिष्टसम्भावने इत्यर्थे तदनन्तरं तत्र अलम् इति सिद्धप्रयोगे सिद्ध अप्रयोगे तावत् खलु प्रेषयामि वा महोदय एकनिमिष भगिनी यत्र पूर्वमस्ति देशे लिप्यतौ तस्मात् पूर्वं यतति यत् चित्रीकरणे अन्वकृति इति अस्ति यच्च यत्र अस्ति न तत्र उपपदमपि अस्ति लिखितमस्ति यदि यदो उपपदः अस्तु कुत्र भगिनि शेषे लि तत्र लिट्लकारे केवलमस्ति न शेषे लिद्यतौ तत्र शेषे यदौ तत्र वयं लिखामः लिखामः च यत् यच्च यद् यदि न भवेत् यदौ अत्र नास्ति किं भगिनि शेषे यदौ यत्र अस्ति तत्र लिखितं वा तत्र यदौ यदि इति न भवेत् यदा यदि यच्च यत् शेषे लृडयदौ इत्यस्मिन् अस्ति वा तत्सर्वं तत्र यत्र यच्च इति यदा यदि इति तु तत्र जातु यदो लिङ्ग् इत्यस्मि जातु यदो लिङ्ग् अस्ति किन्तु शेषे अयदौ अस्ति न तत्र लिट् अयदौ पुनः लिखितव्यं इति आवश्यकता नास्ति यदि इति शेषे यदि इति सर्वे सर्वे यत् यदि यदा इति न भवेत् न अत्र तु तत्र करपत्रं पश्यतु शेषे हृदयदौ पश्यतु करपत्रे तत्सर्वं न गृहीतं केवलं यदि इति एव गृहीतम् न न वयम् उक्तवन्तः वर्गे सर्वे न भवेत् इत्युक्ते अत्र पर्युदासः अस्ति च यत्र यदि च अव्यानि न सर् क्षम्यतां पुनः पश्यामि शेषे नाम यत्र यच्च यत्र न यदि भिन्न अव्ययपदे उपपदे सति ओ तर्हि तदपि मास्तु किन्तु प्रत्येकं वर्गे वयं सर्वे संक्षिप्ते वदामः महोदय यदि न मास्तु यच्च यत्रापि मास्तु यदि यदा तत् यत् उपसङ्ख्यानम् अस्ति न वार्तिकं यदि तत्रैव तदेव यदि यत्र इति उक्तमस्ति तत्र यदि तपि लेखनीयमस्ति इति यदा यदि यत् यत् नास्ति केवलं यच्च यत्र यदि इति त्रिषु त्रयाणां करपत्रं पश्यति वा मम पटलं पश्यति वा अहं दृष्टवती यच्च यत्र यदि इति त्रयौ खलु यच्च यत्र यदि एव तावदेव त्रयाणामपि त्रीणि पदानि अपि मास्तु चित्रीकरणे इत्यस्मिन् अर्थे तदनन्तरं यच्च यत्र यदि इति पदं मास्तु चित्रपात्र सत्य भगिनि अधुना यत् यत् यच्च एषे डुडादयो लुट् इति दत्त ऐम् गेटिङ्ग् अ लिटल् कन्फ्यूस् चित्रीकरणे भवति यच्छयत्र चित्रीकरणे यच्छयत्र इति अस्ति यत्र त्रय प्रसङ्गानि यत्र अस्ति तत्र प्रथममस्ति यत्र यच्च यच्च यत्र तत्र गरायाम् अस्ति तदनन्तरमस्ति अन्वक्लिप् प्रथममस्ति अन्वक्लिप्ति अमर्षयो यच्च यत्र तदनन्तरं गरायां यच्च यत्र तदनन्तरं चित्रीकरणे यच्च यत्र न तद् अवगतं चित्रीकरणे इत्यस्मिन् अर्थे यच्च यत्र इति उपपदे सति चित्रीकरणे तत्र लिङ्लकारो भवति. अस्तु, तदनन्तरं शेषे लृडयदौ इत्यस्मिन् यदि भिन्न अव्ययपदे भगिनी भवती पूर्वं यत् वर्टिकल् आर्डर् मे भवत्या यत् चित्र अस्ति तत्र पश्यतु, यच्च यत्र गर्हायाम् अन्वक्लिप्ति चित्रीकरणे यच्च यत्र चित्रीकरणे अधोभागे तत् अन्वक्लिप्ति यच्च यत्र क्षेत्रमस्तु गर्हायां यच्च यत्र. अत्र अहं तु यदि विस्मृतवती, अयदौ इति अस्ति खलु, यदि योजयितुं स्मरति. तत्रापि लिखति वा चित्रीकरणे वर्टिकल् आर्डर् मे यत्र अस्ति न तद् अवगतं. तत्रापि अहं तत् वर्टिकल् आर्डर् ऐ एम् नाट् सेण्डिङ्ग् महोदय. तत्र हि महोदय सेड् नो नीड् रैट् वर्टिकल् आर्डर् विल् नाट् यूस् इट् इति सो ऐ एम् नाट् गोयिङ्ग् टु यु केन् एड् वन् मोर् जस्ट् टु मोर् लैक् कामप्रवेदने वन् एण्ड् देन् अनदर् वन् इस् लास्ट् वन् द वन् अलमर्थे दट् वन् यु वाण्ट् मी टु एडिट् दट् ऐ थिङ्क् सो ऐ लैक् द वर्टिकल् बेटर् देन् द हारिज़ोण्टल्. I had liked that. I found it easier. It's easier to read. Garhaya marthe kani sutrani, anvaklipti arthe kani sutrani. Don't you find it easier? Yeah, yeah, I found it easier. That's why I wrote it and then Mahodaya wanted it. Yeah, but you can add that, you know, for everybody's understanding. Mm-hmm. This is Mahodaya asked. चित्रीकरणे उच् सूत्राणि कानि सूत्राणि प्रयुक्तं भवन्ति वयं वक्तुं शक्नुमः इति दृष्ट्वा. Actually, my original intention was just to keep it simple. तत्रापि लिङ्ग्लकारस्य भवति हेतुमत्र तत्र लृट्टपि भवति. तदनन्तरम् अत्र चित्रीकरणे इत्यस्य अधः किं लेखनीयं भगिनि? अधोभागे एक वन् मोर् डायमण्ड् यु लेट् टु डू रैट् देन् कामप्रदेवने अण्ड् देन् वन् मोर् फार् अलं सम्भावने अलम् इति सिद्धाप्रयोगे. Vaadam itiasmin api that we have to add, right? Vaadam is the meaning of the other one, right? Vaadam is the meaning of Utapyoho samarthayo. Utapyo samarthayo link tatra. Yeah. Utta api samarthayo. बाडम् इत्यर्थे किं लेखनीयं भवति? उत्थाप्य समर्थयो लिङ् देट् यु शुड् पुट् इन् द रेड् कलर् उत्थाप्य समर्थयो लिङ् कारण कि भूते च तस्य तस्मात् आरभ्य नित्यमस्ति भूते च. Let's see. भगिनी सम्भावना सम्भावने अलम् इति चेत् सिद्धाप्रयोगे तदनन्तरं महोदय एक अन्यसूत्रं लिखितवान् वयं न पठितवन्तः इदानीन्तः किन्तु विभाषा धातोः सम्भावनावचने अयदि तत्र विभाषा अस्ति भवती अद्य एव लिखतु तत् पुनः चित्रं न करणीयं कर्तव्यं तस्य प्रथमं वाक्यमस्ति सम्भावनार्थकं धातोः उपपदे सति यत् शब्द उपपदे असति धातु तल्लिङ्गकारविकल्पेन भवति यत् सामर्थ्यकम् अलं शब्दस्य अप्रयोगसिद्धस्य सम्भावना इति तस्य पूर्व पूर्णतया अनुवृत्तिः अस्ति सम्भावने अलम् इति चेत् सिद्धा प्रयोगे अहं स्वयं चर्चयित्वा योजयामि भगिनि मम भ्रमः जायते अधुना भ्रमः जायते क्षम्यताम् अद्य न प्रेषतु महोदय प्रेषयतु इति उक्तवान् तदर्थमेव लिखन्ति मङ्गलवासरस्य आदौ न he asked me to send it yesterday and I told him only adhi preshyami if it's good भगिनी परिशीलयतु भगिनी यत्किमपि आडिङ्ग् अक्युरसि भवत्याः दायित्वमस्ति अक्युरसि महोदयस्य दायित्वमस्ति ऐ मीन् ऐ एम् एस्पेशलि द लास्ट् अत्र ऐ एम् गेटिङ्ग् अ लिटल् साधु खलु खलु अन्यथा अपि निष्कासयतु नो इदानीम् अन्यथा एव्रिबडि एस् वाट् इस् अन्यथा And it says, in other case, we have a question, right, what happens if otherwise we see. I think it's my software mentality, Bhagini, when we do a flow chart, right? Uh-huh. This generic, this special cases where we write a flow chart. And then there is a catch-all situation that we write, you know, everything else falls under the catch-all situation. Okay. Can you make a red color on Usapya Samarthe only? Why, Bhagini? Because iti tasya adau bhute nityam anityam asti tasya nantaram asti nityam asti. You can put it in different color if you want, like a blue color or something. Red color. Red color you want? Yes. It is a heart. I don't have to say ityarthe everywhere, right? I'll just say kama pradivani. Thank you. this FL in red, right? Because there is no utapya, otapya, I think so. Anuvrittihi. अत्र तु केवलं ऋङ् इत्येव ऋङ् ऋङ् नास्ति एकमेव खलु उत्थाप्य अपि सम्भावना इति अस्ति खलु यत् अलम् इति सम्भावने अलं चेत् सिद्धप्रयोगे तदपि खलु भगिनि समाप्तं खलु अत्रापि चित्तीकरणे यदि ओके भगिनि, धन्यवादः भगिनि, धन्यवादः, शुभरात्रि, नमस्कारः, धन्यवादः भगिनि. Yeah.